नमः सर्वेभ्यः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च समग्रदृष्टिः इति विषयः पठ्यमानः अस्ति. तत्र अभ्यासः प्रवर्तमानः अस्ति. वस्तुतः अभ्यासः आरब्धः. एकवारं तत्र अभ्यासे किं करणीयम् इति दृष्ट्वा तदनन्तरम् अग्रे सर्तुं शक्नुमः. इदानीं तत्र लट्लकारस्य रूपम् इत्यस्य चिन्तनं, तर्हि अत्र अरविन्द महोदय वदति वा तत्र अत्र अभ्यासे किं करणीयम् इति किमुक्तम् अत्र? आं भगिनि, अस्मिन् अभ्यासे लट्लकारस्य प्रथमपुरुषे एकवचनरूपसिद्ध्यर्थं प्रक्रिया कीदृशः इति द्रष्टव्यं. प्रथमम् एकवारम् अत्र पठतु महोदय, एकवारं पठतु, पठित्वा अनन्तरं वदतु. अभ्यासः. प्रत्येकं धातुम् आदाय इमानि रूपाणि परिशील्य निष्पादयतु. लट् लकारस्य प्रथमपुरुष एकवचनरूपं, त्वा प्रत्ययान्तरूपं, निच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं, तुमुन् प्रत्ययान्तरूपं, प्रत्येकस्य स्थितौ धातु कीदृश, इगन्तधातुः, इगन्तभिन्न अजन्तधातुः, लघु उपधातुः, उपधातुः, अतुपधातुः, अपि च प्रत्ययः कीदृश, सर्वधातुकं पित्, सर्वधातुकम् अपित्, आर्धधातुकं कित् ञित्, आर्धधातुकं ञित् नित्, आर्धधातुकं कित् ञित् नित् नित् भिन्नः इति वक्तव्यम्. भुवादिगणे नीधातुः. अत्र अत्र तत्र किं करणीयम् इति एकवारं स्मारयतु. अस्मिन् परिच्छेदे उपदेशं कृतमस्ति प्रत्येकं धातुं स्वीकृत्य तस्य लट् लकारस्य प्रथमपुरुषैकवचनरूपं कथं निष्पद्यते, तदनन्तरं क्वा त्वा प्रत्ययन्तं रूपम्, एवं निच् प्रत्ययान्तधातोः लट् लकारस्य प्रथमपुरुषैकवचनान्तरूपं, तदनन्तरं तुमुन् प्रत्ययान्तरूपं, तदनन्तरं प्रत्येकं स्थितौ धातोः कीदृशः, इगन्तधातुः वा, इगन्तभिन्नधातुः, अजन्तधातुः, अथवा लघुपदधातुः, अतुपदधातुः इति, कस्मिन् गणे तस्य धातुः दृश्यते इति करणीयम्. तदनन्तरं प्रक्रिया प्रत्ययः कीदृशः, प्रत्ययः सर्वधातुकः, अर्धधातुकः, यदि सर्वधातुकम् अस्ति चेत् पित् वा अपित् वा, एवम् अर्धधातुकं चेत् कित् वा ङित् वा, अथवा ञित् वा णित् वा, अथवा कित् ञित् ञित् णित् भिन्नः इति विभजनीयम्. समीचीनम्. इदानीम् अस्माभिः नी धातोः विषये चिन्तनं कृतं, छी धातोः विषये अपि चिन्तनं जातं. तत्र बुद्ध धातुपर्यन्तम् अस्माभिः प्राप्तं लट् लकारस्य रूपम्. इदानीं लिक् इति धातुः तुदादिगणीयधातुः, इदानीं वदतु तत्र लिक् धातुतः वयं किं कुर्मः इति चेत्, प्रथमं लट् लकारस्य प्रथमपुरुषे एकवचनान्तरूपस्य विषये चिन्तनं कुर्मः, तदनन्तरम् अग्रे गत्वा त्वा प्रत्ययः, निच् प्रत्ययः सर्वं पश्यामः. अस्तु भगिनि. लिक् धातुः तुदादिगणधातुः अस्ति. तुदादिगणे शप् शापति तद् चर्चा प्रथममस्ति. लिक् योगः लट् वर्तमाने लट् इति, तदनन्तरं लिक् तकारलोपानन्तरं लः, लस्य इति सूत्रेण तिपादयः तिप्तचि अठार प्रत्ययः, तस्मिन् प्रथमपुरुष एकवचनस्य प्रत्ययः अस्ति ति, तस्य स्वीकृत्य लिक् योगः ति इति सिद्धे. कर्तरि सर्वधातुकप्रत्ययः परे धातोः परश्च शप् आयाति इति कृत्वा लिक् योगः शप् योगः ति तिप् इति रूपं सिद्ध्यति. महोदय बहु समीचीनं, बहु समीचीनं, परन्तु कथं शपायति? कर्त्रार्थे सर्वधातुके तिप् अस्ति इति कृत्वा धातोः तिप् मध्ये शप् विकरणरूपेण आयाति. हा इत्युक्ते अत्र अस्माकं प्रथमम् अस्माकं चिन्तनं किम् इति चेत् अत्र प्रक्रिया कीदृशी, सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा? अस्मिन् अस्मिन् प्रक्रिया यदि सर्वधातुकः अस्ति, यतोहि तिप् अस्ति, तिङ् तिङ्क्षित् सर्वधातुकम् इति सूत्रेण सर्वधातुकत्वं सिद्ध्यते. एवं धातुः तिङ् दृश्यते प्रथमसोपाने इति कृत्वा सर्वधातुकप्रक्रिया एक एवं करणीयम्. हा बहु समीचीनं, सार्वधातुकप्रक्रिया अस्ति, सार्वधातुकप्रक्रिया अस्ति. कथं जानीमः इति चेत् धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति. इदानीं तत्र लिक् इति धातुः अत्र सार्वधातुकप्रक्रियायां तत्र अस्माभिः चिन्तनीयं, गणचिन्तनं भवति सार्वधातुकप्रक्रियायामेव, गणचिन्तनं भवति. धातुः कस्मिन् गणे अस्ति इति प्रश्नः उदेति, यथा भवान् पूर्वम् उक्तवान् तत्र धातुः गणः, धातोः गणः कः इति उक्तम्. इदानीं तत्र धातुः कीदृशः अस्ति, इगन्तः वा इगन्तभिन्नः? धातुः अस्ति लिख् इति धातु अङ्गं, तत्र इगन्तधातु नास्ति, लघु उपद अस्ति. हा लघु इगुपदधातुः, लिक् इगुपदधातु अस्ति. लघु इगुपदधातुः इत्युक्ते इक् इक् उपदः, इक् उपदा यस्य सः इत्युक्ते तादृशधातुः इगुपदः अस्ति. इगुपदः इत्युक्ते तत्र इक् अस्ति उपदायां, तादृशधातुः इगुपदधातुः. अस्तु, इदानीं लिक् योगः ति इति उक्तवान्, समीचीनम्. इदानीं तत्र धातुः कस्मिन् गणे अस्ति? धातुः तुदादिगणे अस्ति इति कृत्वा शप् प्रभाद्य शा आयाति. हा इदानीं तत्र लिक् योगः ति इति सन्दर्भे शप् इत्यस्य प्रसक्तिः अस्ति, कर्तरि शप् इत्यनेन शप् आगन्तुं शक्नोति, परन्तु अत्र विशिष्टसूत्रमस्ति तुदादिभ्यः शः इति सूत्रम्. तुदादिभ्यः शः, तर्हि द्वयोः सूत्रयोः प्रसक्तिः अस्ति, तयोः मध्ये किम् आयाति इति चेत् अत्र तुदादिभ्यः शः इत्येव आयाति, यतोहि विशिष्टमस्ति सूत्रम्. यदि अत्र न आयाति तर्हि तस्य अवसरः कुत्रापि न भवति. तुदादिगणे एव विशिष्टसूत्रमस्ति, तर्हि तुदादिगणे धातूनाम् एव विषये तस्य कार्यम्. अतः शपं प्रबाद्य, शपं प्रबाद्य श इति आयाति, तर्हि लिक् योगः श योगः ति. अधुना अधुना लिक् योगः श योगः तिप्. अत्र श सर्वधातुकम् अपि तस्ति कृत्वा इगन्धलघुपदस्य इति इगन्धलघुपदस्य गुणः न भवति इति कृत्वा लिक् योगः आयोगः तिप् एव रूपमेव किमर्थं न भवति श इत्यत्र गुणः किमर्थं न भवति? श अपित् अस्ति, सर्वधातुकम् अपित् अस्ति कृत्वा अपित् सर्वधातुकम् अपित् ङित्वत् भवति कृत्वा गुणनिषेधः अस्ति, गुणे प्रत्ययनिषेधः. केन सूत्रेण? सर्वधातुकम् अपित्. हा सार्वधातुकम् अपित् इत्यनेन प्रत्ययः ङित्वत् भवति, गुणनिषेधः केन सूत्रेण? गुणवृद्धिनिषेधं भवति. हा समीचीनं, निति च इति सूत्रेण गुणवृद्धिनिषेधः अस्ति. इत्युक्ते तत्र श इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति चेत् पुनः तत्र विभजनम् अस्ति. ओ तत्र पित् अस्ति वा अपित् अस्ति वा, अत्र अपित् अस्ति इति कृत्वा तत्र निद्वद् भवति, अतः गुणनिषेधः. तर्हि इदानीं किं भवति? तत्र वर्णमेलनेन लिक् योगः आयोगः तिप् इति लिख इति तिप् कृते अङ्गं भवति, लिङ्क् लिख योगः तिप्. यतोहि तिप् पित् अस्ति किन्तु तस्य गुणस्य गुणस्य चिन्तनम् एव नास्ति, किन्तु इगन्धधातु नास्ति, लघुपदवि नास्ति कृत्वा गुणः न भवति इति कृत्वा लिक् लिखा योगः ति एव अवशिष्यते पित् लोपानन्तरं। हा बहु समीचीनं, लिखति इति रूपम् अस्ति, यतोहि लिख इति यदा पश्यामः लिखयोगः ति, पुनः ति इति प्रत्ययः प्रत्येकस्मिन् स्तरे चिन्तनीयं, प्रत्ययः कीदृशः प्रत्ययः कीदृशः इति। इदानीं लिख विकरणप्रत्ययस्य योजनेन अस्माकं सोपानानि कथं भवन्ति इति चेत्, प्रथमं तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति, विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति। तदनन्तरं सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति, तर्हि विकरणप्रत्ययः अपि च धातुः तयोः मेलनं भवति अङ्गकार्यानन्तरं। तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं प्रथमं, तदनन्तरं सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि करणीयं, सर्वं कृत्वा धातुविकरणप्रत्ययोः मेलनं भवति इति प्रथमम् अत्र सोपानमस्ति, अङ्गकार्यं तदनन्तरं सन्धिकार्यं धातुविकरणप्रत्ययोः मेलनम्। इदानीं तत्र अङ्गमस्ति, अङ्गस्य अनन्तरं तिङ् प्रत्ययः अस्ति, त पुनः तिङ् प्रत्ययस्य विषये चिन्तनीयं, प्रत्ययः कीदृशः, सारधातुकः वा, सारधातुकः अस्ति चेत् पित् वा अपित् वा, पित् अस्ति चेत् अत्र लिक् लिकयोगः ति, ति इत्यत्र पित् अस्ति, अतः पुनः पित् अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, परन्तु अत्र लिक इति अङ्गे इगुपदधातुः अपि नास्ति, इगुपद अङ्गमपि नास्ति, इगन्ताङ्गमपि नास्ति, अङ्गस्य अन्ते इक्वर्णः नास्ति, उपदायां लघु इक्वर्णः अपि नास्ति, अतः गुणस्य प्रभावः नास्ति, अतः केवलं योजनं लिखति इति रूपम्। अतः प्रत्येकस्मिन् स्तरे चिन्तनीयं, प्रत्ययः कीदृशः, प्रत्ययः कीदृशः इति चिन्तनीयं, तथा कुर्मः चेत् क्लेशः एव न भवति। हा बहु समीचीनं महोदय। भगिनी अन्तिमसोपानं पुनः एकवारं वदतु। हा प्रथमं सोपानम् अस्ति, अत्र धातुः अस्ति, विकरणप्रत्ययः अस्ति, धातोः अनन्तरम् इदानीं विकरणप्रत्ययः अस्ति, विकरणप्रत्ययस्य विधानं जातं, तर्हि विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति, विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति इति चेत् अत्र विकरणप्रत्ययः सारधातुकप्रत्ययः अस्ति, तर्हि सारधातुकप्रत्ययः अस्ति चेत् गुणस्य प्रसक्तिः भवितुम् अर्हति, तर्हि तत्र पुनः चिन्तनीयं, तत्र प्रत्ययः पित्वा अपित्वा सर्वं विचिन्त्य इदानीम् अङ्गकार्यं भवति, अङ्गकार्यानन्तरं तत्र सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति, तदानीं धातु विकरणप्रत्ययोः मेलनं भवति। तदनन्तरम् इदानीम् अङ्गमस्ति, तिङ् प्रत्ययस्य कृते अङ्गमस्ति, लिक इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते, इदानीं तिङ् प्रत्ययं स्वीकृत्य पुनः पश्यामः प्रत्ययः कीदृशः, सारधातुकप्रत्ययः अस्ति, तिप् इति पित् अस्ति, पित् अस्ति चेत् इदानीं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति, पुनः अङ्गकार्यं भवितुम् अर्हति, तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं किम् इति चेत् सारधातुकार्धधातुकयोः पुगन्तलघुपदस्य च अनयोः कार्यम् अस्ति वा इति चेत् तत्र लिक इति अङ्गं, तत्र इक् अपि नास्ति अन्ते, लिक इत्यत्र अन्ते ह्रस्व अकारः अस्ति, लिक इत्यत्र उपधायां खकारः अस्ति, अतः गुणस्य प्रसक्तिः एव नास्ति, अतः अङ्गकार्यं किमपि नास्ति, केवलं योजनं लिखति इति रूपं। तर्हि प्रत्येकस्मिन् स्तरे अङ्गकार्यम् अस्ति वा, प्रत्ययः कीदृशः, पित्वा अपित्वा, सारधातुकप्रत्ययः वा, अर्धधातुकप्रत्ययः वा, किं भवति कार्यम्, अङ्गकार्यं किं भवितुम् अर्हति, अङ्गकार्यं प्रथमं करणीयं, तदनन्तरं सन्धिकार्यं, तदनन्तरं प्रत्येकस्मिन् स्तरे धातुविकरणयोः योजनं, तदनन्तरम् अङ्गमस्ति तिङ् प्रत्ययस्य कृते, तर्हि पुनः तत्रापि अङ्गकार्यम् अस्ति वा, प्रत्ययः कीदृशः इति प्रत्येकस्मिन् स्तरे चिन्तनं भवति। इदानीं लिख योगः ति तिप् पित् अस्ति, गुणः अस्ति, लघु इपदा लिख लघु इगुपदा न, परन्तु अजन्तम् अस्ति न, अतः अतः अचोति अजन्तस्य गुणः अजन्तम् अजन्तः वा अस्व ह्रस्व अकारः वा अस्ति चेत्, ह्रस्व अकार उपदा अस्ति चेत् अचोनिति अत उपदाय इति सूत्रद्वयम्। एकक्षणं सर्वे वदन्ति चेत् अत्र क्लेशः भवति। अत्र लिक इत्यत्र अजन्तम् अङ्गं समीचीनमस्ति, भवतः प्रश्नः समीचीनः, लिक इत्यत्र अन्ते अच्वर्णः अस्ति, अजन्तम् अस्ति, अतः अजन्तमङ्गम् अस्ति चेत् अचोयनिति इत्यस्य प्रसक्तिः भवति खलु इति प्रश्नः. परन्तु अचोयनिति इति सूत्रस्य निमित्तं किम्? सूत्रे किम् उक्तम्? सूत्रे उपरि अस्ति चेत् पश्यतु, उपरि उपरि सूत्रमस्ति, अनुवृत्तिसहितसूत्रं किम् अस्ति? रामनाथन् महोदय, किञ्चित् उपरि अस्ति सूत्रम्. अजन्तङ्गस्य अन्त्यवर्णात् वर्णस्य वृद्धिः भवति इति ङिति प्रत्यये परे. अत्र तर्हि निमित्तं किमस्ति? हा, इदानीं लिक इत्यत्र तस्य अनन्तरं कः प्रत्ययः? तिङन्तप्रत्ययः. तिङन्तप्रत्ययः इति निति अस्ति वा? ञकारः इत्यपि नास्ति तिङ् प्रत्यये, अणकारः इत्यपि नास्ति, पकारः एव इत् अस्ति, पित् अस्ति, अतः अचोयनिति इत्यस्य प्रसक्तिः एव नास्ति. धन्यवादः. अस्तु, इदानीम् अग्रे सरेम. अत्र पट् इति धातुः अस्ति. वसन्ति भगिनी वदतु. अस्तु जि, पट् इति धातु वादिगणे अस्ति. सो द लट् लकारस्य पट् प्रथमसोपानं पट् योगः लट्. कुत्र अस्ति पट् धातु? करपत्रे अस्ति, पश्यतु. वदतु. लट् इति लट् स्थाने तिङ् प्रत्ययः आयाति. सो पट् योगः तिङ्. तिङ् सार्वधातुक प्रक्रिया. सो धातु अण्ड् सार्वधातुकप्रत्ययमध्ये गण अनुसृत्य विकरणप्रत्ययः आयाति. अथवा पट् योगः द्वादिगणे विकरणप्रत्यय शप्. सो पट् योगः शप् योगः तिङ्. सो पट् इति ह्रस्व अकार उपधा धातु. सो शप् इति सार्वधातुक पित्. सो तिङ्क्षि सार्वधातुकं. सो बट् प्रसक्तिः पित् सार्वधातुक पित्. सो गुणकार्य प्रसक्तिः अस्ति. बट् पट् धातु न इगन्त अङ्कं न इगन्त उपदा अथवा नो गुणकार्यं भवति. सो सन्धि ऐ मीन् ओन्लि मेलनं. सो पट् योगः अ इति पकार हलन्त्यम् इति सूत्रेण पकारः लोपः भवति. लषक्व तद्धिते इति सूत्रेण षकारः लोपः भवति. अवशिष्यते. सो पट् योगः पठ इति अङ्गं फार् तिङ्. तिङ् इति प्रथमविभक्ति एकवचनरूपे तिप् आयाति. सो तिप् इति सार्वधातुक पित्. बट् अङ्गं अन्तिमवर्णम् इगन्त नास्ति. उपधा अल्सो इगन्त ह्रस्व इगन्त नास्ति अथवा नो गुणकार्यं भवति. सो पट् योगति पठति इति रूपम् अस्ति. बहु समीचीनं भगिनि, बहु सम्यक्, सम्यक्, बहु सम्यक्, सम्यक्तया भवती प्रतिपादितवती. धन्यवादः. इत्युक्ते तत्र सर्वं समीचीनं भगिनि. अत्र एकं तत्र स्पष्टीकरणार्थं वदामि. अत्र उपदायां तत्र इगन्त उपदा इति न वदामः, इगुपदा इति वदामः. इगन्त इगन्त उपदा इगन्तः अपि नास्ति इति तथा मा वदतु, तत्र इगुपद इगुपदः नास्ति धातुः इति वदतु. अस्तु अस्तु जि तावदेव, बहु समीचीनम्. अस्तु अग्रे गोमति भगिनी वदति वा. आं भगिनि, चलु धातु सुधादिगणे अस्ति वा? सुधादिगणीयधातु चल् अत्र प्रथमं धातु कीदृशः इति द्रष्टव्यं. तद् अजन्तं नास्ति, हलन्त्यधातुः अस्ति. अनन्तरम् उपधायाम् इक् नास्ति, अतः तत् इक् उपधा अत्र नास्ति. अस्माकं विवक्षा प्रथमपुरुष एकवचनं. तर्हि भगिनि एकक्षणम्, इगुपदधातुः नास्ति इति समीचीनं, तर्हि तत्र कः वर्णः अस्ति? अकारम् अस्ति. तर्हि किं वदामः तत्र? अदुपदधातुः सत्यम्. अत् उपदा यस्य अदुपदः धातु. अनन्तरं विवक्षा प्रथमपुरुष एकवचनम् अस्ति, अतः प्रथमं चल् योगः लट् इति लट् भवति. लस्य तिबादेशः भवति. प्रथमपुरुष एकवचन प्रत्ययं तिप् अस्ति. चल योगः तिप् भवति. तिप् सार्वधातुकप्रत्ययः अस्ति. कर्तृर्थे सार्वधातुकप्रत्ययपरे गणनिमित्तकप्रत्ययं विकरणप्रत्ययं भवति. पादिगणीयविकरणप्रत्ययं भवति शप्. शप् आयाति धातोः और् अत अनन्तरं तिप् मध्ये चल् योगः शप् योगः तिप्. एकक्षणम् एकक्षणम्, अत्र धातुः कस्मिन् गणे अस्ति इति चिन्तनीयं खलु? आम् आम् आं सारि, धातुः तुदादिगणे अस्ति. चल योगः शिप् शप् तिप्, किन्तु शप् प्रबाध्य अत्र श आयाति. किमर्थं चेत् धातु तुदादिगणे अस्ति. चल् योगः श योगः तिप् क्षम्यतामि, चल् योगः श योगः तिप् अस्ति. अनन्तरं चल् योगः श तत्र कार्यं भवति. श इत्यत्र लशक्वतस्यते इति सूत्रेण श श शकारस्य लोपः तस्य लोपः भूत्वा आ एव तिष्ठति. तत्र अङ्गकार्यं किम् इत्युक्ते चल् किमपि नास्ति, केवलं योजनं चल इति भवति. चल अनन्तरं तिप् अस्ति. अत्र पकारं हलन्द्यं तस्य लोपः सूत्रेण अपगच्छति. ति एव तिष्ठति. चल योगः ति अत्र किमपि कार्यं न भवति, अतः चलति इति एव रूपं प्रथमपुरुष एकवचनं लट् लकारे. बहु समीचीनं भगिनि, धन्यवादः. कृपया म्यूट् करोतु भगिनि, अत्र भवत्याः लैन् मध्ये किञ्चित् क्लेशः अस्ति. अस्तु, सर्वे म्यूट् मध्ये एव सन्ति, केवलं भगिन्याः लैन् मध्ये क्लेशः अस्ति. अस्तु, चलति इति रूपमस्ति, सर्वेषां कृते स्पष्टं वा? अत्र पुनः वक्तव्यं वा? अत्र यत्र यत्र प्रथमं वयं वदामः शप् आयाति शप् आयाति इत्युक्ते तत्र चिन्तनीयं शप् आगन्तुं शक्नोति वा न वा इत्युक्ते फिसिकलि न आगच्छति शप्. शप् इत्यस्य प्रसक्तिः अस्ति, शप् इत्यस्य अप्लिकबिलिटि अस्ति, परन्तु फिसिकलि न आगच्छति यावत्पर्यन्तं धातुः भवादिगणे नास्ति. भवादिगणे अस्ति चेदेव शप् आगच्छति. अन्यत्र शप् इत्यस्य प्रसक्तिः अस्ति, तत्र शपं प्रबाद्य अन्यविकरणप्रत्ययः आगच्छति. अतः तत्र चल् योगः शप् योगः ति इति अस्ति, तदनन्तरं शप् शप् नास्ति अश आगच्छति तथा नास्ति. इदानीं चल् योगः ति इत्यत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति, तुदादिभ्यः शः इत्यस्य प्रसक्तिः अस्ति, द्वयोः सूत्रयोः युगपत् प्रसक्तिः अस्ति. तर्हि तत्र चिन्तनीयं तयोः मध्ये किं कार्यं करोति, तदेव तत्र बलाबलचिन्तनम् इति वदामः. बाद्यबाधकभावः अस्ति वा इति वयं पश्यामः. कर्तरि शप् अपि च तुदादिभ्यः शः अनयोः मध्ये किं कार्यं करोति इति चेत्, अत्र तुदादिभ्यः शः इत्येव कार्यं करोति अपवादरूपेण. अपवादस्य लक्षणं किम् इति सर्वं वयं बलाबलचिन्तने इति अग्रे एकः पाठः अस्ति, तस्मिन् वयं पठामः। परन्तु किञ्चिदेव वदामि अत्र। अपवादसूत्रम् इत्युक्ते यत्र सूत्रद्वयम् अस्ति, तयोः मध्ये सङ्घर्षः अस्ति, इदानीं तयोः मध्ये युद्धम् अस्ति, किं कार्यं करोति, अहं करोमि इति द्वयमपि वदति, तस्मिन् सन्दर्भे अस्माभिः चिन्तनीयं किं कार्यं कर्तुं शक्नोति अत्र इति चेत्, तत्र अत्र द्रष्टव्यं भवति कर्तरि शप् इत्यस्य कार्यं कुत्र भवति, तुदादिभ्यः शः इत्यस्य कार्यं कुत्र भवति। कर्तरि शप् इति सर्वसामान्यसूत्रमस्ति, तस्य कृते गणचिन्तनमेव नास्ति। कर्तरि शप् इत्येव सूत्रे उक्तं, वादिगणीयधातूनां कृते कर्तरि शप् इति न उक्तं। तर्हि गणः यः कोऽपि गणः भवतु, कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति, सर्वत्र कार्यं कर्तुं शक्नोति, सर्वसामान्यसूत्रमस्ति। परन्तु तुदादिभ्यः शः इति सूत्रं विशिष्टमस्ति सूत्रं, केवलं तुदादिगणीयधातूनां कृते एव श इति प्रत्ययः अस्ति, अतः तुदादिभ्यः शः इत्यस्य कार्यक्षेत्रं लघु अस्ति, लघुकार्यक्षेत्रं, केवलं तुदादिगणे एव कार्यं करोति। कर्तरि शप् इत्यस्य कार्यक्षेत्रं बृहत् अस्ति, यत्र कुत्रापि कार्यं भवितुमर्हति, यः कोऽपि गणः भवतु तस्य प्रसक्तिः अस्ति, तत् कार्यं कर्तुं शक्नोति। अतः कर्तरि शप् इत्यस्य क्षेत्रं बृहत् अस्ति, तस्य कार्यक्षेत्रं बृहत् अस्ति। तुदादिभ्यः शः इत्यस्य कार्यक्षेत्रं लघु अस्ति, यदि तुदादिगणे तुदादिभ्यः शः इति सूत्रं कार्यं न करोति तर्हि तस्य अवसरः, अवकाशः अन्यत्र कुत्रापि न भवति। वादिगणे तु तुदादिभ्यः शः इत्यस्य कार्यं नास्ति, चुरादिगणे नास्ति, अन्यत्र कुत्रापि नास्ति। अतः तुदादिगणीयधातूनां कृते अपि कर्तरि शप् इत्येव वयं स्वीकुर्मः चेत् तर्हि तुदादिभ्यः शः इति सूत्रं व्यर्थं भवति, तस्य अवसरः अन्यत्र कुत्रापि न भवति। अतः वयं वदामः अत्र अपवादसूत्रम् अस्ति, अत्र अपवादबलेन अत्र कार्यं करोति, यतोहि अत्र कार्यं न करोति चेत् तस्य अवसरः, अवकाशः कुत्रापि न भवति इति कृत्वा तुदादिभ्यः शः इति अपवादसूत्रमस्ति। एवमेव अन्यत्रापि दिवादिभ्यः श्यन् इत्यत्रापि श्यन् इति प्रत्ययः अपवादबलेन कार्यं करोति। एवमेव अन्यत्र चिन्तनीयम्, इत्युक्ते अस्माकं लक्ष्यं किम्, अत्र एकमपि सूत्रं व्यर्थं न भवेत् इति एव लक्ष्यम्, एकमपि सूत्रं व्यर्थं न भवेत्। पाणिनिना लिखितमस्ति सूत्रं, तर्हि तस्य कार्यक्षेत्रं कुत्रापि कल्पनीयं भवति। कथं कल्पनीयम् इति चेत् अत्र अपवादः इति अस्ति, जनरल् सूत्रम्, अपवादसूत्रं, यत्र अपवादसूत्रस्य प्रसक्तिः अस्ति तस्य कार्यं तत्रैव भवति इति कृत्वा तस्य कार्यं तत्रैव भवति, तस्मिन् सन्दर्भे जनरल् सूत्रस्य कार्यं नास्ति। अस्तु, अवगच्छामि भगिनि, धन्यवादः। इदानीम् अग्रे सरेम। इदानीं तत्र लट्लकारस्य रूपम् अस्माभिः परिशीलितं, लट्लकारप्रथमपुरुषे एकवचनान्तरूपं कथं भवति, सार्वधातुकप्रत्ययः, सार्वधातुकप्रक्रिया अस्ति, गणचिन्तनम् अस्ति अत्र, स्मर्तव्यं यत्र यत्र सार्वधातुकप्रक्रिया अस्ति, इत्युक्ते धातोः पुरतः प्रत्ययः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रक्रिया इति वदामः। सार्वधातुकप्रक्रियायां गणचिन्तनं भवति, गणस्य चिन्तनं भवति। इदानीं तत्र अग्रे गच्छामः। इदानीं द्वितीयः प्रत्ययः अस्ति त्वाप्रत्ययः। इदानीं तत्र विजयलक्ष्मी भगिनी वदतु, त्वाप्रत्ययः अत्र वादिगणे नी इति धातुं स्वीकृत्य वदतु। भगिनी विजयलक्ष्मी इति उक्तवती वा जयलक्ष्मी? विजयलक्ष्मी, विजयलक्ष्मी इत्युक्ते अत्र प्रथमं तत्र त्वाप्रत्ययः कीदृशः, प्रक्रिया कीदृशी, सर्वम् उक्त्वा तदनन्तरं धातुं स्वीकरोतु। स्वाप्रत्ययः तु आर्धधातुकप्रत्ययः अस्ति, अत्र तिङ्क्षित् भिन्नः अस्ति इति कृत्वा आर्धधातुकसम्यकः प्रत्ययः स्वाप्रत्ययः। अत्र आर्धधातुकशेषः इति, आर्धधातुकं शेषः, आर्धधातुकं शेषः। अत्र ककारस्य लोपः लशक्वतद्धिते इति सूत्रेण भवति, त्वा इति एव अवशिष्यते, नियोगः त्वा। अत्र निति च इति गुणस्य निषेधः भवति. त्वा इति प्रत्ययः इदानीं धातुतः त्वा इति प्रत्ययः अस्ति. त्वा इति प्रत्ययः आर्धधातुकप्रत्ययः इति उक्तवती. तर्हि प्रक्रिया कीदृशी अत्र? त्वा इति प्रत्ययः आर्धधातुकः, अनन्तरं तत्र गुणस्य न तस्मात् पूर्वं, तस्मात् पूर्वं गुणस्य चिन्तनात् पूर्वं इदानीं त्वा इति प्रत्ययः आर्धधातुकप्रत्ययः, नी धातुतः त्वा इति प्रत्ययः अस्ति. तर्हि अत्र प्रक्रिया कीदृशी भवति? प्रक्रिया इत्युक्ते सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा? अर्धधातुकप्रक्रिया भवति. हा, अर्धधातुकप्रक्रिया अस्ति चेत् तत्र गणचिन्तनं भवति वा? अर्धधातुकप्रक्रिया भवति चेत् गणचिन्तनं नास्ति. गणचिन्तनं नास्ति. तर्हि अर्धधातुकप्रक्रियायां विकरणप्रत्ययस्य चिन्तनम् अस्ति वा? विकरणप्रत्ययस्य चिन्तनं तदा एव भवति यदा तिङ् अथवा षित् भवति खलु. शकारः नास्ति अत्र प्रक्रियायां. ओ, अर्धधातुकप्रक्रिया न, गणस्य चिन्तनं न भवति. गणस्य चिन्तनं न भवति, विकरणप्रत्ययः एव न विधीयते अत्र. विकरणप्रत्ययः विकरणप्रत्ययः तत्र एव भवति यत्र सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति. तदानीमेव विकरणप्रत्ययः, सार्वधातुकप्रत्ययः भवेत् तदानीं विकरणस्य चिन्तनम्. अत्र तु प्रत्ययः त्वा प्रत्ययः अर्धधातुकः, अतः विकरणस्य चिन्तनं नास्ति. तर्हि अर्धधातुकप्रक्रियां कस्य चिन्तनं भवति? गुणः भवति वा न वा इति चिन्तनं न, तस्मात् पूर्वं, तस्मात् पूर्वं सार्वधातुकप्रक्रियायां गणचिन्तनं भवति. आर्धधातुकप्रक्रियायां गणचिन्तनं नास्ति, विकरणप्रत्ययस्य चिन्तनं नास्ति. तर्हि कस्य चिन्तनं भवति? इडागमः भवति वा न वा इति चिन्तनं. बहु समीचीनम्. इडागमः भवति न वा इति आदौ चिन्तनीयं भवति. नियोगः त्वा इत्यत्र इडागमः भवति न वा इति चिन्तनीयं. तर्हि अत्र किं काव्य का स्थितिः अत्र? इडागमः तु त्वा प्रत्ययस्य इडागमः न भवति. किमर्थं? वलादेः किमपि अस्ति खलु, मनसि नागच्छति. अत्र कोऽपि स्मारयतु सूत्रं किमस्ति? हा, आर्धधातुकसेड् वलादेः इत्युक्ते आर्धधातुकप्रत्ययः वलादिः अस्ति चेत् तस्य इडागमः भवति इति उक्तम्. अत्र प्रत्ययः कीदृशः? अत्र तु क अस्ति आदौ, वलादि नास्ति. हा, अन्य अन्य कोऽपि किं चिन्तयति? क इत् भूत्वा अपगच्छति, त्वा एव अवशिष्यते. अवशिष्ट शब्दानां प्रथमवर्णः ता अस्ति, ता वलादेः अस्ति, वलादिप्रत्ययसु अत्र इडागमः भवति. एकक्षणम्, बहु समीचीनम्, एकक्षणम्. हा, इदानीं तत्र भगिनी किम् उक्तवती इति चेत् तत्र इत्संज्ञकवर्णानां लोपानन्तरं प्रत्ययः वलादिः वा वलादिः वा इति चिन्तनीयम् इति उक्तवती. तत् समीचीनं. तत्र ककारस्य इत्संज्ञा भवति, इदानीं त्वा इति अस्ति. त्वा इति प्रत्यये प्रत्यये तत्र कः वर्णः आदौ अस्ति? तकारः अस्ति. तकारः वलादिः अस्ति वा विजयलक्ष्मी भगिनी? तकारः वलादि अस्ति, परन्तु वश् इत्यस्य नास्ति. हा, समीचीनं. हा, समीचीनं. वश् अपि नास्ति इत्युक्ते तत्र अत्र त्वा इति प्रत्ययः कीदृशप्रत्ययः अस्ति? तिङ् प्रत्ययः वा कृत् प्रत्ययः वा? कृत् प्रत्ययः. हा, त्वा इति प्रत्ययः तिङ् भिन्नः अस्ति, अतः कृत् प्रत्ययः अस्ति. यत्र कृत् प्रत्ययः अस्ति तत्र इडागमचिन्तनावसरे अस्माभिः अन्यत् सूत्रमपि पठितमासीत्. किमस्ति सूत्रम्? कोऽपि स्मरति? नेड् वशीकृति. हा, नेड् वशीकृति, न इट् वशीकृति. इत्युक्ते यत्र कृत्प्रत्ययः अस्ति, कृत्प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः अस्ति चेत् सः प्रत्ययः इड् अनुकूलः न भवति. नेड् वशीकृति इति सूत्रेण यत्र कृत् आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः भवेत् प्रथमतया, आर्धधातुकप्रत्ययः कृत् प्रत्ययः वशादिः अस्ति, वश् प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् इडागमः न भवति तादृशप्रत्ययस्य इति उक्तम्. अत्र तथा अस्ति वा त्वा प्रत्ययः? नेड् वशीकृति इति सूत्रेण अत्र इडागमः न भवति. न भवति किमर्थम्? वशादिः अस्ति वा? वश् प्रत्याहारे के के वर्णाः? विहाय जष्ट्वं प्रथमा द्वितीया न भवति वश् इत्यस्य मध्ये. तर्हि व इति अत्र य र ल अपि नास्ति. अनन्तरं चतुर्थः पञ्चमः तृतीयः चतुर्थः पञ्चमः एव भवति. हा, अत्र तृतीयः अपि नास्ति, वर्गस्य तृतीयवर्णः अपि नास्ति, चतुर्थवर्णः अपि नास्ति, पञ्चमवर्णः अपि नास्ति नास्ति. अनन्तरं तत्र वकारः रेपः लकारः अपि नास्ति. तर्हि अत्र प्रत्ययः इडानुकूलः अस्ति, इडानुकूलः अस्ति, प्रत्ययः इडानुकूलः अस्ति. तर्हि इडागमः भवति वा अत्र नियोगः त्वा इत्यत्र? परन्तु निधातु अनुकूलः नास्ति. द्वयो धातु अपि अनन्तरं प्रत्यय अपि द्वौ अपि इडागमस्य अनुकूलः भवतः चेत् एव इडागमः भवति. अत्र नी धातु प्रायः अनुकूलः नास्ति. किमर्थं चेत् नी धातु किम् अत्र नीय इति अस्ति खलु? नीय इति धातुः अस्ति, नीय इति धातुः नीय इति अस्ति. तत्र यकारः अस्ति चेत् किमपि भवति खलु? सम्यक् न जानामि. न, तत्र एकम् अस्माभिः एकं सूत्रं पठितं खलु धातुविज्ञाने. किमस्ति सूत्रं वदतु अरुणा भगिनि. एका चातुरेषु अनुदात् इति एकाच उपदेशेनुदात्तात् इति अस्ति खलु? एकाच उपदेशेनुदात्तात् एकाच अस्ति अत्र. धातुः एकाच अस्ति, एकाच अस्ति धातुः, परन्तु धातौ यः अवशिष्टः स्वरः अस्ति सः स्वरः अनुदात्तः अस्ति चेत् तदानीं धातुः अनिट्. अनिट् इत्युक्ते अत्र सामान्यतया किं चिन्तयामः इति चेत् अजन्तधातवः, अजन्तधातवः ये ये धातवः सन्ति ते धातवः प्रायेण अनितः. केवलं तत्र कानिचन केचन धातवः एव तत्र सेटः भवन्ति. अत्र ईकारान्तधातुषु, तत्र ईकारान्तधातुषु डीङ् शीङ् इति द्वौ धातु एव अनि सेतौ. डीङ् धयते इति रूपं, शीङ् शेते इति रूपं, द्वौ द्वौ एव सेतौ. अन्ये सर्वे ईकारान्तधातवः अनितः. अतः अत्र नी धातुः अनित् अस्ति. परन्तु तत्र प्रथमवर्णस्य अन्तिम, प्रथमवर्गस्य अन्तिमवर्णः शीङ् इति खलु? अत्र द्वितीयवर्गस्य अन्तिमवर्णः नी इति इत्यस्य खलु? किं प्रथमवर् किं किं वदति न अवगच्छ प्रथमवर्गस्य शीङ् प्रथम क वर्गस्य अन्तिमवर्णः अस्ति इत्संज्ञकवर्णस्य लोपानन्तरं षी इति ईकारान्तदातुः षी हा अस्तु अस्तु ईकारान्तदातुः अस्ति षी इति ईकारान्तदातुः नी अपि ईकारान्तदातुः अस्ति तत्र इत्संज्ञकवर्णानां लोपानन्तरं नी इति ईकारान्तदातुः षी इति अपि ईकारान्तदातुः तत्र षी इति धातुः सेट् अस्ति नी इति धातुः अनेट् अस्ति अजन्तदातवः प्रायेण सर्वे अनिटः भवन्ति केवलं केचन धातवः एव सेटः हलन्तदातवः प्रायेण सेटः भवन्ति केवलं केचन धातवः अनिटः भवन्ति इति अत्र सारांशः तर्हि अत्र नी इति अनिट् त्वा इति इडागमस्य अनुकूलः अस्ति द्वौ अपि यदि अनिटः अथवा सेटः भवन्ति तदा एव सेट् इत्यस्य कार्यं भवति इडागमः भवति द्वौ अपि यदि सेट् भवति तर्हि हा इत्युक्ते धातुः अपि सेट् भवेत् धातुः सेट् भवेत् प्रत्ययः आर्धधातुकप्रत्ययः इडानुकूलः भवेत् अत्र तदानीम् एव प्रत्ययस्य इडागमः भवति अत्र नियोगः त्वा इत्यत्र त्वा इति प्रत्ययः तु सेट् अस्ति इडानुकूलता अस्ति तत्र बलादिः अस्ति वशादिः नास्ति अतः इडानुकूलता अस्ति तथापि अत्र इडागमः न भवति किमर्थमिति चेत् धातुः अनिट् अस्ति अनिट् धातुतः इडागमः न भवति अतः उभयत्र द्रष्टव्यम् अस्तु नियोगः त्वा इदानीं किं भवति योजनं भवति नीत्वा इति भवति हा नीत्वा इति भवति हा नीत्वा इति रूपम् अस्ति त्वा इति प्रत्ययः अत्र नीत्वा इति तत्र नीत्वा तत्र कृत् प्रत्ययस्य योजनेन किं सिद्ध्यति कृत् प्रत्ययस्य योजनेन अत्र अव्ययः भवति इति वा हा अत्र अव्ययं भवति परन्तु कृत् प्रत्ययस्य योजनेन किं सिद्ध्यति प्रातिपदिकं हा पठित्वा इति प्रातिपदिकम् अस्ति पठित्वा इति प्रातिपदिकम् अस्ति इदानीं तत्र सर्वेषु तत्र त्रिषु लिङ्गेषु रूपाणि भवन्ति वा त्रिषु लिङ्गेषु अव्ययम् अस्ति इति कृत्वा सुप् इत्यस्य लोपः भवति तत्कारणं सर्वत्र रूपं तु नीत्वा इति एव भवति हा बहु समीचीनं तत्र त्वा इति प्रत्ययस्य अव्ययसंज्ञा भवति त्वा तोसून् कसुनः इत्यनेन त्वा इत्यस्य अव्ययमस्ति त्वा अतः नीत्वा इति प्रातिपदिकम् अत्र निष्पन्नं कृत् प्रत्ययस्य योजनेन प्रातिपदिकं सिद्ध्यति नीत्वा इति प्रातिपदिकं तत्र सुबुत्पत्तिः भवति प्रातिपदिकात् सुबुत्पत्तिः भवति नीत्वा योगः सु इत्यस्य लोपः भवति यतोहि त्वा प्रत्ययः अव्ययम् अस्ति अतः त्वा प्रत्ययस्य योजनेन अव्ययं सिद्ध्यति अतः तत्र सुप्रत्ययस्य लोपः भवति अतः नीत्वा इति रूपं सर्वेषु सर्वेषु लिङ्गेषु सूत्रं किम् अस्तु अस्तु इदानीं ततः अग्रे सर्तुं शक्नुमः रमा भगिनी वदति वा अग्रे क्षी धातुः अस्ति वा भगिनि अस्ति अस्ति क्षी धातुः ओ क्षी स्वादिगणे क्षी धातुः स्वादिगणे इक्त्वा प्रत्ययः योजयित्वा आर्धधातुकं शेषः इति कारणात् तदनन्तरं खित् अस्ति अतः गुणनिषेधः भवति अतः चिर् योगः त्वा चित्त्वा भवति चित्त्वा भवति बहु समीचीनं भगिनि अत्र पूर्वमपि नी धातोः तत्र गुणनिषेधः इति अपि भगिनी उक्तवती एव नियोगः त्वा इत्यत्र त्वा इति प्रत्ययः कित् अस्ति आर्धधातुकप्रत्ययः कित् अस्ति इति कृत्वा गुणनिषेधः इति उक्तवती, अतः नीत्वा इत्येव रूपं न तु नेत्वा इति. अत्रापि ची इति अत्रापि तथैव, परन्तु अत्र इडागमस्य चिन्तनविषये वदतु. ची धातुः सेट् अस्ति, ची धातुः सेट् अस्ति, अतः अहं न जानामि इक्त्वा प्रत्यय कृदन्तरूपं योजनप्रक्रियां न जानामि. न न, अत्र सम्पूर्णतया प्रक्रियायाः आवश्यकता नास्ति, अस्माकं चिन्तनमेव खलु. अर्धधातुकप्रक्रिया अस्ति इदानीं, ची योगः त्वा अस्ति, त्वा प्रत्ययस्य विषये अस्माभिः इदानीमेव चर्चितं. त्वा प्रत्ययः इडानुकूलता अस्ति, त्वा प्रत्यये इडानुकूलता अस्ति. ची धातुः सेट् वा अनिट् वा? सेट् अनिट् अस्ति. ची धातुः अनिट् अस्ति, अनिट् अस्ति चेत् चित्वा हि आगच्छति. चित्वा इति रूपम् अस्ति, अत्र इडागमः नास्ति. इडागमः नास्ति. त्वा प्रत्ययः अस्माभिः यथा अस्माभिः चर्चितं, त्वा प्रत्ययस्य तु इडानुकूलता अस्ति. अत्र वशादिः नास्ति, वलादिः अस्ति, अर्धधातुकप्रत्ययः अस्ति, अतः त्वा प्रत्ययस्य इडानुकूलता अस्ति. तर्हि इदानीं केवलं धातुः सेट् वा न वा इति चिन्तनीयं. चि धातुः अनिट् अस्ति, अतः इडागमः नास्ति. त्वा प्रत्ययः कित् अस्ति, अर्धधातुकप्रत्ययः कित् अस्ति चेत् कित् नित् प्रत्ययः अर्धधातुकः अस्ति चेत् गुणनिषेधः भवति, अतः अत्र गुणनिषेधः चित्वा इति रूपम् अस्तु. समीचीनम्. अग्रे जयलक्ष्मी भगिनी वदति वा दादातुः. भगिनि, वि शुड् कन्सिडर् जेत्वा अनित्वा बिफोर् कित् मित्वा. या असत्यं, तत्र विदागमः प्रथमं भवति, तदनन्तरं तत्र इडागमः तत्र कित्वा नित्वा इत्यस्य परिवर्तनं न भवति खलु. इडागमस्य आगमनेन तत्र कित्वा नित्वा इत्यस्य परिवर्तनं नास्ति खलु. बट् हौ टु फैण्ड् औट् वेदर् सेट् आर् अनिट् इट् इस् बै प्राक्टिस् ओन्ली न धातुपाठं दृष्ट्वा. तत्र धातुपाठे स्वरसहितधातुपाठः अस्ति चेत् तत्र वयम् अवगन्तुं शक्नुमः एकाच उपदेशेन दात्तात् इति सूत्रस्य कार्यम् अस्ति वा न वा इति दृष्ट्वा वयम् अवगन्तुं शक्नुमः. नो चेत् तत्र धातुपटे साक्षात् लिखितं भवति खलु सेट् वा निट् वा इति. रूल् अस्ति खलु, रूल् अस्ति खलु एकाच उपदेशेन दात्तात् इत्येव रूल् अस्ति. तत्र स्वरसहितधातुपाठः अस्ति चेत् वयं ज्ञातुं शक्नुमः स्वरसहितं भवेत्. तादृशधातुपाठः कुत्रचित् लभ्यते, सर्वत्र न लभ्यते, कुत्रचित् लभ्यते. स्वरसहितधातुपाठः अस्ति चेत् तत्र वयं द्रष्टुं शक्नुमः धातुः सेट् वा नेट् वा इति ज्ञातुं शक्नुमः सूत्रस्य प्रयोगं कृत्वा. भगिनि, एकः संशयः अस्ति. शी धातुः यदि सेट् भवति चुरादिगणे, चित्वा इति रूपस्थाने किम् आयाति? अग्रे निच् इति प्रसङ्गः अस्ति, तस्मिन् सन्दर्भे चिन्तयामः. निच् इति आयाति खलु, तदानीं चिन्तयामः. तत्र ची दातुं स्वीकृत्य चिन्तयामः, त्वा प्रत्ययं योजयित्वा. अस्तु, इदानीं तत्र जयलक्ष्मी भगिनी वदतु. आं भगिनि, अत्र धातुः दा इति अस्ति, दा इति अजन्तधातुः अस्ति. अत्र इडागमचिन्तनस्य विषये एकाच उपदेशे अनुदात्तात् इति सूत्रेण एकः अच्येव अस्ति, अनुदातः अपि भवति इति चिन्तयामि, चिह्नं नास्ति अत्र. तदा अनिट् इति भवेत्, धातु दा इति धातु अनिट् भवेत्, अतः प्रत्ययः त्वा प्रत्ययः इत्यस्य अत्र इदागमस्य चिन्तनमेव नास्ति. धातुः यदा अनिट् अस्ति इति कृत्वा त्वा प्रत्ययस्य अनिट् वा सेट् वा इति चिन्तनस्य आवश्यकता नास्ति. तदपि कृतमस्ति, त्वा प्रत्ययः वलादि अर्थधातुकम् अर्थधातुकस्य इट् वलातेः इति सूत्रेण इडागम अनुकूलः भवति. तथा एव कृत् अस्ति अवशादि कृत् अस्ति इति कृत्वा नेट् वशीकृति इति सूत्रेण इडानुकूलः प्रत्ययः अस्ति, तथापि इट् न आगच्छति, इडागमः न भवति. किमर्थम् इति चेत् दा इति धातुः अनिट् अस्ति. सम्यक् वा भगिनि? हा सम्यक् अस्ति. तर्हि रूपं किम् अस्ति? रूपं दायोगत्वा तद् तत्र आकारस्य दीर्घस्य किं भवति दत्वा इति एव इष्टरूपं. मया एकं पी डि एफ़् फैल् प्रेषितमासीत् मम. तत्र द्वितीयं सूत्रमस्ति, दोदद्गोः दोदद्गोः इति सूत्रेण घुसंज्ञकस्य धाधा इत्यस्य दत् इति आदेशः भवति तकारादौ किति परे. अत्र एकं वक्तुम् इच्छामि, अस्माकम् अवधानम् अत्र कीदृशविशिष्टसूत्रं कार्यं करोति वा इति नास्ति. अत्र अस्माकं लक्ष्यं किं, सर्वदा तत्र लक्ष्यं भवेत् अस्माकं पुरतः. लक्ष्यं नास्ति चेत् वयं सर्वत्र गच्छामः. अस्माकं लक्ष्यं तत्रैव अस्माकं दृष्टिः भवेत्. अस्माकं लक्ष्यं किं, सार्वधातुकप्रक्रिया वा अर्धधातुकप्रक्रिया वा, तत्र गुणः भवति वा वृद्धिः भवति वा इति तादृशचिन्तने एव अस्माकं लक्ष्यम् अस्ति. तत्र विशिष्टसूत्रस्य कार्यं भवति वा न वा इति चिन्तनं नास्ति. अतः एव मया तत्र सर्वाणि सूत्राणि स्थापितानि केवलं प्रक्रियार्थं. तत्र अनुवृत्तिसहितसूत्रं किमपि न स्थापितं, केवलम् एकमेव वाक्यं स्थापितं, दा इत्यस्य स्थाने दत् इति आदेशः भवति तकारादौ किति परे इति उक्तम्. अत्र त्वाप्रत्ययः तकारादिः अस्ति, किति अपि अस्ति, अतः दा इत्यस्य स्थाने दत् इति आदेशः भवति. तर्हि किं भवति चेत् दत् योगत्वा इति भवति. ककारस्य अपि त्वा इत्यस्मिन् ककारस्य लोपः दशकचतुर्थी इत्यनेन भवति. द इत्यस्य स्थाने दद् योग त्वा दद् अनन्तरं सन्धिकार्यं भूत्वा दकारस्य स्थाने पुनः तकारः भवति, चत्वं भवति, तदर्थं दत्त्वा इति रूपम् दत्त्वा इति रूपमस्ति. दत्त्वा इति रूपमस्ति. तर्हि तत्र दत् इति आदेशः अस्ति, महाप्राणतकारः अस्ति, तस्य अनन्तरं त्वा इति प्रत्ययः तकारः अस्ति, अतः तत्र चर्त्वं भवति. खरीच इति सूत्रमस्ति, खरीच इति सूत्रेण चर्त्वं. ये जनाः सन्धिसूत्राणि न जानन्ति चिन्ता नास्ति, तत्र चर्त्वम् इति कार्यं तु वयं जानीमः खलु. चर्त्वम् इति कार्यं भूत्वा तत्र महाप्राणतकारस्य अल्पप्राणतकारः भूत्वा दत्त्वा इति रूपं निष्पन्नं भवति. अस्तु, समीचीनं. तर्हि अग्रे एकः प्रश्नः अस्ति. एतस्मिन्नेव एकाच् उपदेशे अनुदात्तात् इति सूत्रे अवशिष्टस्वरस्य एव एकः अच् इति वदति खलु, किन्तु सूत्रे उपदेशावस्थायाम् इति अपि वदति खलु, तत् किञ्चित् विरुद्धं भवति खलु भगिनि? न, तत्र उपदेशावस्थायाम् इदानीमपि उपदेशावस्थायामेव अस्ति. रूपानन्तरमपि उपदेशावस्थायामेव अस्ति खलु. अत्र चीति धातोः तत्र इत्संज्ञकवर्णः के इति चेत् तत्र चिया इति धातुः अस्ति. चिया इति धातुः यकारस्य इत्संज्ञा अस्ति, चि इति अस्ति. चि इत्यत्र यः अवशिष्टः स्वरः अस्ति सः स्वरः अनुदातः न वा इत्येव चिन्तनीयं भवति. अत्र उपदेश इति न वदति चेत् किं वक्तव्यम्? एकाच् भवेत् उपदेशे, एकाच् भवेत् खलु. इत्युक्ते तत्र उपदेश इत्यस्य कः महत्त्वम् इति चेत् तत्र तस्य कार्यं न भवति. एकाच् उपदेशेन दत्तात् इत्यस्य कार्यं न भवति. न श्रूयते भगिनि, न श्रूयते वा भवति? भवत्याः ध्वनिः न श्रूयते. अधुना श्रूयते वा? अधुना श्रूयते. श्रूयते मध्ये भग्नः भवति. इत्युक्ते अहं न जाने किमर्थम्. अत्र पश्यतु, अत्र एकाच् उपदेशेन दत्तात् इति सूत्रे उपदेशे इत्युक्ते उपदेशावस्थायाम् एकाच् धातुः परन्तु तत्र अवशिष्टस्वरः इत्यस्य विषये एव चिन्तनमस्ति, न तु इत्सञ्ज्ञकवर्णानां लोपस्य विषये चिन्तनं नास्ति, यतोहि तत्र इत्सञ्ज्ञकवर्णानां लोपः तु भवति एव, अतः तेषाम् अनुदात्तत्वम् अस्ति न वा इति चिन्तनं नास्ति अत्र, अवशिष्टस्वराणामेव चिन्तनम् अस्ति. अस्माभिः पठितं खलु सूत्रं पूर्वम्? आम् आम् आम्. अस्तु, धन्यवादः. इदानीम् अग्रे कर्तुं शक्नुमः. तर्हि अत्र गीताञ्जलि भगिनी वदतु अग्रे. आं भगिनि, भुवादिगणे गयि अस्ति इति भगिनि. अस्तु, गयि अस्ति अत्र गयि योगः त्वा इति विवक्षा अस्ति. प्रत्यय तु अर्धधातुक अस्ति, अर्धधातुकं शेषः इति सूत्रेण, अपि च प्रत्यय कित् अस्ति. धातोः स्वभावः तु अपि एका च अस्ति भगिनी, एक इत्युक्ते अनिट् अस्ति वा इति मन्ये. अस्तु अस्तु, अनिट् अस्ति इत्युक्ते अनिट् अस्ति चेत् इडागम न भवति तत्र. त्वा धातु तु अवशिष्टस्वर कित् भूत्वा त्वा एव अवशिष्यते. त्वा तु आदौ तु तकार अस्ति चेत् खर् वर्ण इत्युक्ते वल् अस्ति, वश् नास्ति अस्ति चेत् इडानुकूल अस्ति, किन्तु अत्र गैयोगत्वा तु इडागम न भवति, यतोहि धातु एव अनित् अस्ति. तदनन्तरं गैयोगः त्वा अधुना तु वर्णमेलनमेव. अत्र एकं वक्तुमिच्छामि, अत्र यत्र यत्र आर्धधातुकप्रक्रिया अस्ति, यत्र आर्धधातुकप्रक्रिया अस्ति तत्र उपदेश अवस्थायाम् एजन्तधातुः अस्ति, इत्युक्ते धातोः अन्ते एच् प्रत्याहारस्य वर्णः अस्ति चेत् तादृशधातूनाम् अत्वं भवति. अत्र मम करपत्रे एकं सूत्रमस्ति, प्रथमं सूत्रं, तत् पठतु. आदेश उपदेशे शिति, तत्र आदेच इति भवेत्, आदेच हा च इति भवति, आदेच हा आदेच इति भवेत्, मम दोषः अस्ति तत्र, आदेच उपदेशे शिति, मुद्रणदोषः अस्ति. अस्तु, आदेच उपदेशे शिति, उपदेशे एजन्तस्य धातोः आत्वं स्यात् न तु शिति. उपदेशे एजन्तस्य धातोः, अत्र तु गै एजन्त अस्ति, आत्वं स्यात् न तु शिति. शिति प्रत्ययः अस्ति चेत् न भवति, अन्यत्र सर्वत्र भवति. अत्र त्वा प्रत्ययः शित् अस्ति वा? त्वा तु शित् नास्ति, इत्युक्ते आत्वम् आत्वम् आयाति, इत्युक्ते गा गै गा भवति इति. गै गा भवति आदेच उपदेशे शिति सूत्रेण. तदनन्तरं गायोगः त्वा भवति. अधुना तु वर्णमेलनमेव भगिनी, गात्वा इति गात्वा इति रूपं तु समीचीनं नास्ति खलु. रूपं किमस्ति? गीत्वा इति रूपमस्ति, गीत्वा इति रूपमस्ति. हा, तर्हि अत्र किं वक्तव्यम् इति चेत् गैयोगः त्वा इत्यत्र अत्र प्रथमं तत्र अशिति इति उक्तं खलु, आदेश उपदेशे शिति इत्यत्र अशिति अशिति अशित् प्रत्ययः कुत्र भवति, कस्यां प्रक्रियायाम् अशित् प्रत्ययः भवति? अशित् तु शित् नास्ति, अर्धधातुकं शेष इति सूत्रेण अशित् अस्ति न भगिनि? हा सत्यं सत्यम्, इत्युक्ते यत्र यत्र अर्धधातुकप्रत्ययः अस्ति तत्र एव आदेशोपदेशे शिति इति सूत्रं कार्यं करोति. तर्हि अर्धधातुकप्रक्रियायां धातुतः यदा आर्धधातुकप्रत्ययः अस्ति तदानीम् एजन्तः अस्ति चेत् धातोः अत्वं भवति इति तत् कार्यं स्पष्टमस्ति खलु सर्वेषां कृते. इदानीं ये ये अशित् अस्ति ते एजन्त अस्ति भगिनि. न प्रत्ययः न प्रत्ययः अशित् अस्ति. इदानीम् अत्र गैयोगः त्वा प्रत्ययः अशित् अस्ति, आर्धधातुकप्रत्ययः अस्ति अतः अशित् अस्ति. इदानीं गै इति धातुः एजन्तः अस्ति उपदेशावस्थायाम् अतः तत्र अत्वं भवति. गै अस्ति चेत् गा भवति, द्यै अस्ति चेत् ध्या भवति इति सर्वत्र तथा अस्ति. एकारः ऐकारः ओकारः औकारः धातोः अन्ते भवेत् अपि च प्रत्ययः आर्धधातुकप्रत्ययः भवेत् तर्हि तत्र धातोः अत्वं भवति, धातोः अन्ते एच् वर्णस्य अकारादेशः भवति. तद् इदानीं वदामि. तदनन्तरं घी कथम् आयाति इति चेत् तत्र अग्रे एकं सूत्रमस्ति, गू मास्ता गा पा जहाति सां हलि इति एकं सूत्रमस्ति अग्रे. पश्यति वा चतुर्थं सूत्रम्? इति घू संज्ञाकानामङ्गानां मा स्थ गा पा जहाति सा इत्येतेषां हलादौ ङिति प्रत्यये परतः ईकारादेशो भवति. अस्तु इदानीं तत्र निमित्तं किमस्ति अस्मिन् सूत्रे? निमित्तं तु आत्वं भवति चेत् आयाति, आ एव निमित्तम् अस्ति अत्र. न न अत्र प्रत्ययस्य निमित्तं किम् अस्ति? हा प्रत्यय तु हलादौ किति प्रत्यये परे इत्युक्ते त्वान्त त्वा प्रत्यय तु किति कित् वत् अस्ति अपि च हलादौ अस्ति. प्रत्ययः हलादिः अपि अस्ति किति अपि अस्ति. हा हलादि अस्ति अपि किति अपि अस्ति. तदनन्तरं निमित्तद्वयं तु अस्ति एव अपि च अत्र सर्वे अत्र एकक्षणं भगिनि अत्र आकारान्त अस्ति इति निमित्तं नास्ति अत्र. अत्र एतेषां परिगणितानां धातूनाम् अत्र गा इति धातुः अस्ति खलु तत्र. ओ गा हा गा इति अस्ति खलु अतः गा धातोः पुरतः यदा हलादि कित् नित् प्रत्ययः अस्ति तदानीम् आकारस्य ईकारादेशः भवति अतः गीत्वा इति रूपम् अस्ति. इदानीं सूत्रस्य सम्यक्तया अवगमनं नास्ति चेत् नास्ति चिन्ता, यतोहि अस्माकं लक्ष्यं तद् नास्ति. गीत्वा इति रूपम् अस्ति. किन्तु उत्तमं वा अत्र गा तु उपदेशे उपदेशावस्थायां तु नास्ति, गै एव अस्ति. किन्तु स्था तत्र आत्वं भवति खलु, नूतनधातुः अस्ति भगिनि, नूतनरूपम् अस्ति इत्युक्ते. न न नूतनरूपं किमपि नास्ति तत्र. उपदेशावस्थायां एजन्तधातोः अत्वं भवति अतः गा इति अपि तत्र सूत्रे एव साक्षात् गा इति उक्तं खलु अतः तस्य ग्रहणम् अस्ति तत्र. अत्र सूत्रे एकक्षणम् तत्र गूमास्ता गापा जहाति सां हलि इति सूत्रे तत्र गा इत्यस्य ग्रहणं तत्र गै धातोः एव ग्रहणम् इत्युक्ते यत्र यत्र हलादि कित् नित् प्रत्ययः आर्धधातुक अवस्थायाम् एव भव आर्धधातुक अवस्थायां यदा प्रत्ययः हलादि कित् अथवा नित् अस्ति तदानीमेव गै धातोः गा इति आदेशः भवति अतः गै इत्यनेन गा इत्यस्य ग्रहणम्. अत्र रामनाथन् महोदय प्रथमम् आत्वं भवति गोसंज्ञकः इति प्राप्नोति न न गोसंज्ञक इति भिन्नविषयः अस्ति इदानीं मास्तु चिन्ता तत्र तत्र गोसंज्ञकः इति धातूनाम् उल्लेखः अस्ति. गोसंज्ञकः इति तत्र अग्रे एकं सूत्रमस्ति दादा ग्वदाप् इति सूत्रमस्ति, तत् सूत्रं भवानेव पठतु. दादा ग्वदाप् दाप् तथा दै एतौ धातु वर्जयित्वा अन्ये दारूपाः दारूपाः धारूपाः च धातवः भूसंज्ञकाः भवन्ति. एतौ धातु वर्जयित्वा दा दै त्यक्त्वा सर्वे दारूपाः धारूपाः सर्वे गूसंज्ञकः प्राप्नोति. हा इत्युक्ते तत्र धा इति रूपम् अस्ति, नो चेत् धा इति रूपम् अस्ति. तत्र बहवः दातवः, षड् दातवः सन्ति. दा इति अपि च हा दान् अत्र धातुपाठे पश्यति चेत् द्रष्टुं शक्नुवन्ति. तत्र इत्संज्ञकवर्णानां लोपानन्तरं दा अथवा धा इति अस्ति चेत् तत्र द्वौ धातुं विहाय दाप् अपि च दैप् द्वौ विहाय अन्ये सर्वे दा अथवा धा रूपधातवः घुसंज्ञकाः भवन्ति. तस्य संज्ञा अस्ति घु इति संज्ञा. तावदेव अत्र भूसंज्ञकानां धातूनाम् अपि मा धातुः स्था धातुः गा धातुः पा इति धातुः जहाति इत्युक्ते तत्र ओहाक् इति जुहोत्यादिगणीयधातुः तत्र शो इति धातुः एतेषाम् ईत्वं भवति हलादौ किति निति प्रत्यये परे इति तावदस्ति. अतः तत्र गञ्योगः त्वा इत्यत्र प्रथमम् आत्वं भवति आदेश उपदेशे शिति इत्यनेन अतः गायोगः त्वा इदानीं गूमास्ता गापा जहाति सां हलि इत्यनेन ईकारादेशः अतः गीत्वा इति रूपम् अस्तु. तर्हि इदानीम् अग्रे सरेम. तर्हि इदानीम् अत्र अग्रे माङ्ग् माने इति धातुः अस्ति. दीर्घ ईकारः भवति वा परन्तु जहाति तत्र तु हित्वा इति भवति खलु. किम् जहाति अत्र धातुः खलु न तत्र अन्यानि सूत्राणि अपि सन्ति भगिनि. तत्र केवलं गोमापास्ता जाति सम्हलि इत्येव वयं न पश्यामः. तत्र अन्यानि सूत्राणि सन्ति वा इति सर्वं द्रष्टव्यं. तत्र अस्माभिः अत्र कृदन्तप्रकरणम् इदानीं न पठामः खलु. अस्तु अस्तु. अतः तत्र किं भवति इति इदानीं मास्तु चिन्ता. इदानीम् अग्रे सरेम, नो चेत् तत्र कृदन्तप्रकरणे वयं प्रवेशामः. अस्तु इदानीं तत्र दिवादिगणे माङ् माने इति धातुः अस्ति. तत्र विमला भगिनी वदति वा. प्रयत्नं करोमि भगिनि. गकारः न श्रूयते एव. माङ् धातुः योगः त्वा प्रत्ययं ककारस्य इत्संज्ञा भूत्वा त्वा अवशिष्यते. अपि च इडानुकूलः अस्ति परन्तु माङ् धातुः अपि इडानुकूलः सेट् अस्ति भगिनि. सेट् अस्ति वा. सेट् अस्ति इति भासते. अनिट् अस्ति. अनिट् एव अस्ति. माङ् अस्तु माङ्क्ष अनिट् एव भगिनि. अस्तु अस्तु. माङ् धातुः अपि अनिट् अस्ति तेन कारणेन इडानुकूलः नास्ति. हा तर्हि मा योगः त्वा. मा योगः त्वा मात्वा मत्वा इति भवति खलु. मा तत्र वस्तुतः मायोगः न एकक्षणं. मायोगः त्वा इत्यत्र मात्वा इति रूपं नास्ति, मित्वा इति रूपम् अस्ति. मित्वा इति रूपं तदर्थं तत्र एकं सूत्रमस्ति. अत्र पठतु ग्यति स्यति मास्तामिति किति सूत्रं पठतु. कुत्र अस्ति सूत्रं? तृतीयं सूत्रं. तृतीयम् एकनिमिषं भगिनि. हा, ज्यति स्यति मा स्थामिति किति. ज्यति स्याति इति अस्ति, स्यति स्यति स्यति स्यति मा स्था इत्येतेषाम् अङ्गानाम् इकारादेशो भवति तकारादौ किति प्रत्यये परतः. दो इति दिवादिगणीयधातोः ज्यति इति रूपं लट्लकारे प्रथमपुरुषे एकवचने. एवमेव सो इति दिवादिगणीयधातोः स्यति इति रूपं लट्लकारे प्रथमपुरुषे एकवचने. अत्र एतेषां धातूनां किति तकारादौ किति प्रत्यये परतः. त्वा प्रत्यये तु तकारादिः अस्ति, किति कित् अपि अस्ति, तस्य परतः मा, अत्र मा इति धातुः अस्ति, अङ्गमा अस्ति, तस्य इकारादेशो भवति. मि ह्रस्व इकार मि इति भवति. मि योगः त्वा तो ह्रस्व इकारः भगिनि. मित्वा मित्वा इति रूपम् अस्ति. तत्र विशिष्टसूत्रमस्ति आकारस्य इकारादेशः ह्रस्व इकारादेशः भवति. तर्हि मित्वा तत्र त्वा इति प्रत्ययः, अत्र सर्वदा अस्माकम् अवधानं कुत्र भवेत् इति चेत् त्वा इति प्रत्ययः अर्धधातुकप्रत्ययः अस्ति, इडानुकूलः अस्ति, तथापि इडागमः न भवति यतोहि मा धातुः अनित् अस्ति. अत्र गुणस्य किमपि प्रसक्तिः नास्ति यतोहि गुणस्य निषेधः अस्ति, यतोहि त्वा प्रत्ययः कित् इति तावत् अवगच्छामः चेत् अस्माकं लक्ष्यं साधितम्. अत्र द्यति स्यति मास्तामिति किति इति कार्यं करोति वा न करोति वा इति तत्र प्रक्रियाविषयः अस्ति. तत् तत्र अग्रे गत्वा कालान्तरेण वयम् अवगच्छामः. अत्र एवमेव सूत्रं स्थापितम् अस्ति, मा धातुः अस्ति चेत् तस्य स्थाने आकारस्य ह्रस्व इकारादेशः भवति तकारादि किति प्रत्यये परे इति उक्तं. तर्हि त्वा प्रत्ययः तकारादिः किति अपि अस्ति इति कृत्वा मा स्थाने ह्रस्व इकारादेशः भवति अन्तिमवर्णस्य स्थाने. अतः मित्वा इति रूपम्. भगिनी मत्वा इति अपि अस्ति खलु? मत्वा मत्वा इति द्रष्टव्यं भगिनी, तत्र धातुः कः प्रत्ययः कः इति द्रष्टव्यम्. अत्र तु मित्वा इति, मत्वा इति कथम् आगच्छति इति द्रष्टव्यं. तत्र तकारः अस्ति खलु, तकारद्वयम् अस्ति खलु, मत्वा इति पश्यामः अनन्तरम्. अस्तु, इदानीं ततः अग्रे सर्तुं शक्नुमः. अग्रे वासुदेवन् महोदय वक्तुमिच्छति वा? न न भगिनि, न भगिनि. अस्तु अस्तु, तर्हि अग्रे अरुणा भगिनी वदतु. भगिनि भवादिगणे बुद्धातु भगिनि, बुद्धातु भवादिगणे अस्ति. त्वा प्रत्यय, त्वा प्रत्यय आर्धधातुकप्रत्यय अस्ति. तथा बुद्ध इति धातु सेत् अस्ति अन्य अहं मन्ये. बुद्ध धातु बुद्धातु सेत् अस्ति वा? पश्यामि, सेत् अस्ति भगिनि. बुद्ध इति तत्र अत्र अस्माकं भुवादिगणीयधातुः अस्ति खलु? भुवादिगणे अस्ति शेत्, द्विवादिगणे अनिट्, द्विवादिगणे अनिट् अस्ति. इडागम आगच्छति, बुद्ध योगः इ योगः अथवा अर्धधातुक प्रत्यय अस्ति. ततः पुगन्तलघुपदस्य इति सूत्रेण बोध् बोधित्वा अत्र विशिष्टः अस्ति, अत्र विशिष्टः अस्ति. तत्र गुणः कथञ्चित् भवति विशिष्टसूत्रेण मया स्थापितम्, अत्र मया स्थापितं. तत्र विशिष्टसूत्रेण गुणः भवति, अतः बोधित्वा इति रूपम् अस्ति. परन्तु बुद्ध इति धातुः अनित् इति स्वीकुर्मः, तत्र अन्यगणः अस्ति खलु? दिवादिगणे अनित् अस्ति. हा, दिवादिगणे अनित् अस्ति चेत् अत्र किं भवति इति वदतु. अत्र गुणः न भवति, बुद्ध योग बुद्ध्वा इति भवति, बुद्ध्वा बुद्ध्वा एव भवति, बुद्धियोगः त्वा तत्र सन्धिकार्यं भूत्वा बुद्ध्वा इति रूपमस्ति। अस्तु भगिनि, एकविषयम् अहं धात्वकोश स्वर चिह्न अस्ति अस्ति भगिनि, ब्रह्मचारिणी मेधा मेधा मचिका आश अविनाश डाट् इन्, अहं भवती एकवारं प्रेषितवती खलु, भवती एकवारं प्रेषितवती, मया सर्वेभ्यः प्रेषितम्, अत्र डौन्लोड् अस्ति, पुस्तकमपि अमेज़ान् मध्ये अस्ति, साफ्ट् कापि डौन् फ्री डौन्लोड् अस्ति भगिनि, आशा विनाश् डाट् इन्। हा सत्यं सत्यं, धन्यवादः, पूर्वमपि एकवारं मया प्रेषितमासीत्, भवती यत् प्रेषितवती, आं महोदय पृच्छति तत् एव पृष्टवान्, हा कोऽपि पृच्छति, अस्तु अस्तु, तत्र पश्यन्तु, तत्र आर्ष भगिनी चाट् मध्ये अपि स्थापितवती, आर्ष अविनाश् फौण्डेशन् इत्यत्र, आर्ष अविनाश् डाट् ऐ एन् इत्यत्र धातु स्वरसहितधातुपाठं लभ्यते। अस्तु इदानीं तत्र ततः अग्रे सर्तुं शक्नुमः, अरविन्द महोदय वदति तत्र मन् इति ज्ञाने इति दिवादिगणे धातोः त्वा प्रत्यस्य प्रत्यान्तरूपम् अस्ति मत्वा इति। अस्तु समीचीनम्, एकवारं पुनः बुद्ध धातोः त्वा प्रत्यान्तरूपं प्रतिपादयतु, तत्र बुद्ध धातोः वस्तुतः बुद्ध धातोः भुवादिगणे अस्ति, अत्र तु बुद्ध भुवादिगणे धातुः एव लिखितः अस्ति, सेट् अस्ति धातुः, अतः बुद्धियोगः इदागमः भवति प्रत्ययस्य, बुद्धियोगः ईयोगः त्वा, तर्हि बुधित्वा इति रूपं नास्ति लोके, बोधित्वा इत्येव रूपम् अस्ति खलु, बुधित्वा इति रूपम् अस्ति वा, हा अत्र कित् प्रत्ययः अस्ति इति कृत्वा तत्र गुणः न भवेत्, गुणः न भवेत् तथापि तत्र गुणः दृश्यते, तर्हि तत्र विशिष्टसूत्रेण गुणः दृश्यते, सूत्रं किम् इति अनन्तरं सूचयामि, बुद्ध्वा अपि अस्ति भगिनि, बुद्ध्वा इति तत्र अन्यः धातुः दिवादिगणीयधातुः अस्ति चेत् बुद्ध्वा इति रूपम्, ओ एवं वा, अस्तु, दिवादिगणीयधातुः तत्र अनिट् अस्ति, दिवादिगणीयधातुः अनिट् अस्ति, तत्र तु बुद्ध्वा इति रूपम् अस्ति, परन्तु भुवादिगणीयधातुः तु सेट् अस्ति, बोधित्वा भवति, अस्तु हा तत्र बोधित्वा भवति भगिनि, दिवादिगणे बुद्ध्वा इत्युक्ते बकार उकार धकार तकार वा, धकार दकार, धकारः धकारः, अल्पप्राणधकारः महाप्राणधकारः, झलां जष्टसि, ओ अस्तु अस्तु भगिनि, गणम् अनुसृत्य अनुसृत्य सेत् वा अनित् वा भवति वा धातु, किं गणं धातु सेत् वा अनित् वा इति गणमनुसृत्य भवति वा, न न न गणमनुसृत्य नास्ति, अस्माभिः चर्चितं खलु एकाच् उपदेशेनुदात्तात् अवशिष्टः स्वरः अनुदात्तः अस्ति चेत् अनित् भवति, तत्र भुवादिगणे यः धातुः अस्ति तस्मिन् धातौ अवशिष्टः स्वरः अनुदात्तः नास्ति अतः सेत्, दिवादिगणे यः धातुः तत्र अवशिष्टः स्वरः अनुदात्तः अतः अनिट्, अतः वयं किम् उक्तवन्तः भुवादिगणीयधातुः सेट् अस्ति, दिवादिगणीयधातुः अनिट् अस्ति इत्युक्ते तत्र धातौ स्वरम् अवलम्ब्य, अस्तु तत्र बोधित्वा तत्र बुधितः इति अपि रूपम् अस्ति, अत्र पश्यामः चेत् इदानीमेव पश्यन्ती अस्मि, तत्र बुद्धधातोः बुधितः इत्यपि रूपम् अस्ति, अत्र गुणनिषेधः इति कृत्वा बुधितः इत्यपि रूपम् अस्ति, बोधितः इत्यपि रूपम् अस्ति, बोधितः इत्यस्य कृते विशेषसूत्रम् अस्ति, परन्तु बुधितः बुद्ध्योगः ईयोगः त्वा गुणनिषेधः त्वा प्रत्ययः कित् अतः गुणनिषेधः अतः बुधितः बुधित्वा इति रूपम् अस्ति, बुधित्वा इत्यपि रूपम् अस्ति, अस्तु अग्रे भगिनि श्रूयते वा, तत्र एते द्वय धातुद्वयं तु भुवादिगणे एव अस्ति, एकं तु बुधिरस्ति एकं तु बुध अस्ति, परन्तु भुवादिगणे धातु तु अवगमने अर्थे अस्ति, बुधिर्धातु तु तदपि भवादि भुवादिगणे अस्ति, तत्र बोधने इति अर्थे अस्ति भगिनि. किमर्थं धातुद्वयं समानरूपं भवति, परन्तु द्वयोः समानरूपं भवति भगिनि. प्रश्नः कः वा बुद्धन्ति इत्युक्ते तत्र त्वाप्रत्ययं योजयित्वा समानरूपं भवति वा इति प्रश्नः वा? आम् आम् तदेव मम प्रश्नः. किमर्थम् इत्युक्ते औपदेशकधातुः भिन्नः अस्ति, एकं तु बुध अस्ति एकं तु बुधिर् अस्ति, परन्तु बुद्ध्वा कथं भवति, बोधित्वा कुत्र भवति इति मम प्रश्नः. न तत्र दिवादिगणीयधातुः अपि एकः अस्ति खलु, दिवादिगणे अपि अस्ति. आम् तत्र ओ तत्र भवति इति भवती उक्तवती वा? अस्तु, हा दिवादिगणीयधातुः बुद्ध अस्ति चेत् तत्र बुद्ध्वा इति रूपम् अस्ति इति उक्तम्. ओ अस्तु, तत्तु समीचीनम्. अत्र भुवादिगणीयधातुः अस्ति बुद्ध अस्ति चेत् तत्र बुधित्वा इत्यपि रूपम् अस्ति, बोधित्वा इत्यपि रूपम् अस्ति. भगिनी दिवादिगणे अनित् अस्ति, भुवादिगणे सेत् अस्ति न? हा सत्यं, तदेव उक्तं खलु. अस्तु अग्रे चलेम, इदानीम् अत्र प्रक्रियायाम् अस्माकम् अवगमन अवधानं नास्ति. अस्तु अग्रे लिक् इति धातुः अत्र वदति. अस्तु उमा भगिनी वदति वा? अस्ति वा भगिनि? वदामि भगिनि. लिक् धातुः लिक् धातुः तुदादिगणे अस्ति. लिक् योगः त्वा प्रत्ययः. अत्र इडागमः लिक् धातुः सेट् अस्ति, तस्मात् इडागमः आगच्छति. सो लिक् योगः इ योगः त्वा प्रत्ययं योजये लिखित्वा इति रूपं सम्भवति. तत्र वन् मोर् थिङ्ग् ऐ सा इन् ए बुक् लेखित्वा अपि अस्ति, कथं न जानामि. हा तत्रापि विशिष्टरूपम् अस्ति, रूपद्वयमस्ति, तत्र विशिष्टसूत्रमस्ति. इदानीं नास्ति चिन्ता, इदानीं नास्ति चिन्ता. यतोहि तत्र कृदन्तप्रकरणे बहूनि सूत्राणि सन्ति भगिनि, कृदन्तप्रकरणे बहूनि सूत्राणि सन्ति. अस्माकं लक्ष्यम् इदानीं तेषाम् अध्ययनम् इति नास्ति, अतः तत्र लिखित्वा इति रूपमस्ति, लेखित्वा इति अपि रूपमस्ति. कथम् इति सूत्रम् अहम् अनन्तरं सूचयिष्यामि. अग्रे चलेम इदानीम् अत्र वंशी भगिनी वदति वा अग्रे? आम् भगिनि, लिखित्वा किल, लिख् अभवत् वा? न अभवत्, पट्. ओ पट् धातु, अस्तु. फट् धातु इति धातु सेट् अस्ति, त्वा प्रत्यया कित् अस्ति, अतः तत्र गुणः निषेधः भवति. परन्तु त्वा प्रत्यया तु इडागम अनुकूलः अस्ति, अतः आर्धधातुकस्येड् वलादे इति सूत्रेण तत्र इडागमः भवितुम् अर्हति, यतोहि आदौ वल् प्रत्याहारस्थवर्णः अस्ति. अतः तत्र तत्र फट् योगः इकारः मध्ये आगच्छति, तदनन्तरं त्वा इति, अतः फटित्वा इति भवितुम् अर्हति, यतोहि धातुः अपि सेट् अस्ति. धातुः तु एकाच् अस्ति इति एकाच् अपि च अहं चिन्तयामि उदात्तः भवितुमर्हति, नो चेत् स्वरितः भवितुमर्हति, अतः तत्र सेट् भवितुमर्हति. अनुदात्तः अस्ति चेत् गुण अनिट् अनिट् अस्ति, एक उदात्तः अपि च स्वरित् भवितुमर्हति इति अहं चिन्तयामि. न दृष्टवती भगिनी किमस्ति तत्र. अत्र पठित्वा इति रूपं समीचीनं, धातुः सेट् इति समीचीनं. तत्र कथं सेट् इति इदानीं मास्तु चिन्ता, स्वरसहितपाठः अस्ति चेत् पश्यन्तु, परन्तु धातुः सेट् इति अत्र स्पष्टमस्ति. अस्तु अग्रे चलेम, इदानीं चल् इति धातुः अस्ति. विनय महोदय वक्तुमिच्छति वा? आं भगिनि, धातु चल् अस्ति. चल् धातु चल् कम्पने तुदादिगण, हलन्तधातु अस्ति, अदुपध अस्ति, सेत् अस्ति, परन्तु तुदादिगण कारणेन शप् प्रभान्त अस्ति. अतः यदि वयं एकक्षणम् अत्र एकक्षणम् अत्र चल्योगः त्वा किमर्थं तत्र गणचिन्तनं भवान् कुर्वन् अस्ति? शपप्रबाद्य इति किमर्थं वदति? यदा तदादिगणस्ति गण धातुसम्बन्धे गण अस्ति अतः धातु चल् अस्ति तुदादिगण आधारेण गण आयाति. न एकक्षणम् अत्र तु अस्माकम् आर्धधातुकप्रक्रिया प्रचला अस्ति केवलं इति प्रति आर्धधातुकप्रत्ययः खलु. क्षम्यतां भगिनि, अहं जस्ट् मिस्अण्डर्स्टुड्. अतः प्रत्ययः त्वा अस्ति, त्वा प्रत्ययः अस्ति, कित् अस्ति, त्वा तिन् तकुडियष्टादि प्रत्ययः यदा भवन्ति तर्हि किञ्चित् भवति, परन्तु प्रत्ययः इडागम अनुकूल अस्ति आर्धातुकस्य बलादे आधारेण. धातु वयं जानीमः सेट् अस्ति अतः चलित्वा भवति, चलित्वा. हा बहु समीचीनं, चलित्वा इति रूपम् अस्ति. धातुः सेट् अस्ति, प्रत्ययः अपि सेट् इति कृत्वा सेट् अस्ति, इदानुकूलः अस्ति प्रत्ययः इति कृत्वा इदागमः भवति, चलित्वा इति रूपमस्ति. अस्तु अस्तु, इदानीं तत्र द्वितीयम् अत्र तृतीयमस्ति णिच् प्रत्यान्तधातुः इति. णिच् प्रत्यान्तधातुः नि इति धातुं स्वीकृत्य अत्र मीना भगिनी वदतु. नियोगः णिच् णिच् आर्धधातुकधातु चकारः चकारः लोपः निच् इति किम् उक्तवती? आर्धधातुकधातुः इति उक्तवती वा? आर्धधातुकप्रत्ययः, क्षम्यताम्, आर्धधातुकप्रत्ययः चकारः लोपः हलन्त्यम् इति सूत्रेण, नकारः लोपः चुतु इति सूत्रेण इ एव अवशिष्यते. नि इ निच् आर्धधातुकप्रक्रिया इति चिन्तनीयम् इदानीं. नि निच् प्रत्ययः नित्य प्रत्ययः, तस्मात् अचोद्यति इति सूत्रेण वृद्धिभवितुं शक्तिः अस्ति. नि इति स्थिते नै इति भवति. शुद्धवा भगिनि इदानीं नै इति भवति. तदनन्तरं एचोयावः इति सूत्रेण नाय् इ नायि इति अन्तिमरूपं नूतन धातु भवति. तदनन्तरं शप् भवति, नायि योगः शप् भव योगः इति भवति. शप् इति सार्धात्मकप्रत्ययः, पित् अस्ति, गुणं भवितुं शक्यं तत्र. नायि योगः शप् इति पकारः लोपः शक्वतत्वेन सकारलोपः भवति, आ एव अवशिष्यते. नायि योगः आ इति तत्र सार्वधातुकप्रत्ययः, तस्मात् सार्वधातुक आर्धधातुकप्रत्ययोः इति सूत्रेण गुणं भवति. तस्मात् न्याये अस्ति. तदनन्तरं एचोयवः भवति, ए एकम् ऐ ऐ भवति, नायै अ शुद्धं वा? शुद्धं वा भगिनि? हा शुद्धं भगिनि, शुद्धं, बहु समीचीनम् इति इदानीं किञ्चित् चिन्तनं कुर्मः. नी धातुतः भवती सम्यक्तया उक्तवती, पुनः एकवारम् अहं वदामि सर्वेषां स्पष्टी सर्वेषां स्पष्टं भवतु इति कृत्वा, नियोगः णिच् इति प्रत्ययः अस्ति. णिच् इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति, अतः इदानीम् आर्धधातुकप्रक्रिया प्रचलति अस्ति. तर्हि अत्र नियोगः णिच् णिच् इत्यत्र इ इति अवशिष्यते, नियोगः इ. इदानीम् इ इति प्रत्ययः णित् अस्ति, णकारः इत्यस्य सह आर्धधातुकप्रत्ययः णित् अस्ति. इदानीं णित् प्रत्यये परे वयं जानीमः, अस्माकं चित्रे वयं दृष्टवन्तः, आर्धधातुकप्रत्ययः इत् णित् अस्ति चेत् तत्र वृद्धिः भवति. अजन्तधातुः अस्ति चेत् वृद्धिः भवति, अधुपदधातुः अस्ति चेत् वृद्धिः भवति इति वयं ज्ञातवन्तः. तर्हि नियोगः णिच् इत्यत्र वृद्धिः इत्यस्य प्रसक्तिः अस्ति, गुणः इत्यस्य अपि प्रसक्तिः अस्ति, सरधातुक अर्धधातुकयोः इत्यस्य अपि प्रसक्तिः अस्ति, द्वयोः प्रसक्तिः अस्ति. कस्य कार्यं भवति इति चेत्, यद्यपि अचोयणि यद्यपि सार्वधातुक अर्धधातुकयोः इति परसूत्रं, तथापि अचोयणिति इति सूत्रं तु अपवादसूत्रम् अस्ति. अत्र यत्र यत्र इत् णित् प्रत्ययः अस्ति तत्र सर्वत्र सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं भवितुम् अर्हति. सार्वधातुक अर्धधातुकयोः इत्यस्य क्षेत्रं बृहत् अस्ति, परन्तु अचोयणिति इत्यस्य कार्यक्षेत्रं लघु अस्ति. केवलम् इति णिति प्रत्ययपरे एव भवति, अतः अत्र अपवादबलेन अचोयणिति इति कार्यं करोति. अतः नी इत्यत्र वृद्धिः भूत्वा नञ् नञ्योगः इ इति भवति. तदनन्तरं सन्धिकार्यम् यचोयवायावः इत्यनेन आयादेशः, अतः नाय् योगः इ नायि इति नूतनधातुः अस्ति. नायि इति नूतनधातुः अस्ति. इदानीं नायि धातुतः वयं प्रक्रियां कर्तुम् इच्छामः, लट् लकारस्य रूपं साधयितुम् इच्छामः. यथा भू इति धातोः विषये अस्माभिः चर्चितम् अचिन्तितं, तथैव अत्रापि नायि इति धातुतः लट् इति विवक्षा अस्ति, लट् इति विधानं भवति. वर्तमाने लट् इत्यनेन लट् विधानं, तदनन्तरं लटः स्थाने लस्य इत्यनेन तिङ् प्रत्ययः विधीयते, नायि योगः तिङ्. इदानीं तत्र कर्तरि शप् इति सूत्रस्य कार्यम् अस्ति. कर्तरि शप् इति सूत्रस्य कार्यम् अस्ति किमर्थम् इति चेत्, कर्तरि शप् इति सूत्रे गणस्य विषये किमपि न उक्तं. नायि इति धातुः वादिगणे नास्ति, तथापि तत्र कर्तरि शप् भवति. यतोहि कर्तरि शप् इति सूत्रे किम् उक्तम् इति चेत्, सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् शप् भवति इत्येव उक्तम्. अतः अत्र नायि इत्यत्र कर्तरि शप् इत्यनेन शप् आगच्छति, नायि योगः शप् योगः इति. यथा पूर्वम् अस्माभिः चर्चितं, नियोगः शप् योगः ति इत्यत्र यथा या आसीत् पूर्वं, तथैव अत्र नायि योगः शप् योगः ति. शपं निमित्तीकृत्य अङ्गकार्याणि किं भवति? अङ्गकार्याणि शप् इति प्रत्ययः सार्वधातुकप्रत्ययः, अतः गुणः भवति. नायि इत्यत्र इकारः अस्ति, इगन्तम् अङ्गम्, अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः नाये इति रूपं, नाये योगः अयोगः इति. सन्धिः एचोयवायावः इत्यनेन अयादेशः, नायै नायै योगः अयोगः इति नाययति इति रूपम्. अस्तु, बुद्धं वा? सर्वैः बुद्धं वा? तर्हि इदानीं तत्र अग्रे दातवः सन्ति, तेषां विषये निच् प्रत्ययस्य योजनं कृत्वा रूपाणि कथं भवन्ति इति चिन्तयन्तु. इतः अग्रे अग्रिमसप्ताहे सर्तुं शक्नुमः. अत्र अस्माकं कः क्लेशः इति चेत्, तत्र कृदन्तप्रक्रियायां बहूनि सूत्राणि सन्ति, तेषाम् अध्ययनम् अस्माभिः न कृतम्, अतः नास्ति चिन्ता तत्र. यतोहि अस्माकम् अवधानं तत्र नास्ति. अत्र एकं तत्र सर्वदा एकं स्मर्तव्यं, यत् यदा शास्त्राध्ययनं कुर्मः तत्र वयं बहुत्र गन्तुं शक्नुमः. ओ इदमस्ति अदमस्ति तत्र गच्छामः तथा कुर्मः चेत् तत्र एकाग्रता न भवति. तत्र सर्वदा एकाग्रता भवेत्. अस्माकं लक्ष्यं किम् इति विचिन्त्य वयं पठामः चेत् एकाग्रता भवति, तत्र तस्मिन्नेव दिशि वयं गच्छामः, तर्हि अन्ततो गत्वा वयं लक्ष्यं साधयामः. अतः इदानीं तत्र कृत् प्रकरणे यानि सूत्राणि सन्ति तेषाम् अध्ययनम् अस्माकं लक्ष्यं नास्ति इति कृत्वा एवमेव किञ्चित् पश्यामः तावदेव. अतः तत्र शीघ्रं गच्छामः इति कृपया मा चिन्तयन्तु. यतोहि तद् लक्ष्यं नास्ति अस्माकम्. अस्तु तर्हि प्रश्नः नास्ति चेत् विरमामः. धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः.